परमार्थतस्तु नादत्तेकस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः। न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापं न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह। अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानं तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामि इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः। ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषामादित्यवज्ञानं प्रकाशयति तत्परम्। ज्ञानेन तु येन अज्ञानेन आवृताः मुख्यन्ति जन्तवः, तत् अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति तेषां जन्तूनाम् आदित्यवत्। यथा आदित्यः समस्तं रूपजातम् अवभास्यति तद्वज्ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत्परं परमार्थतत्त्वं। यत्परं ज्ञानं प्रकाशितं तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः। तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः तदात्मनः, तदैव परं ब्रह्म आत्मा येषां ते तदात्मनः। तन्निष्ठः निष्ठ अभिनिवेशः तात्पर्यं सर्वाणि कर्माणि सन्न्यस्य तस्मिन् ब्रह्मणि एव अवस्थानं येषां ते तन्निष्ठः तत्परायणाश्च। तदेव परम् अयनं परागतिः येषां भवति ते तत्परायणाः केवल आत्मरतयः इत्यर्थः। येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसम्बन्धं ज्ञाननिर्धूतकल्मषः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादिसंसारकारणदोष येषां ते ज्ञाननिर्धूतकल्मषः यतयः इत्यर्थः। येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्ति इत्युच्यते विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि शुनि चैवश्वपाके च पण्डितास्समदर्शिनः। विद्याविनयसम्पन्ने विद्या च विनयश्च विद्याविनयं विनयः उपशमः ताभ्यां विद्याविनयाभ्यां सम्पन्नः विद्याविनयसम्पन्नः। विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गविहस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः। विद्याविनयसम्पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्विके मध्यमायां च राजस्यां गवि संस्कारहीनायाम् अत्यन्तमेव केवलतामसे हस्त्यादौ च सत्त्वादिगुणैः तैजैश्च संस्कारैः तथा राजसैः तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम् अविक्रियं तद्ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः। ननु अभोज्यान्नाः ते दोषवन्तः समासमाभ्यां विषमसमे पूजातः इति स्मृतेः न ते दोषवन्तः। कथम् इहैवतैर्जितः सर्गं येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्मां ब्रह्मणि ते स्थिताः। इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म येषां साम्यं सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम्। निर्दोषं यद्यपि दोषवत्सु शपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते तदापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्म नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य वक्षति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम् अनादित्वा निर्गुणत्वादिति चेत् नापि अन्त्यविशेषः आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपत्तये अतः समं ब्रह्म एकञ्च तस्मात् ब्रह्मणि एव ते स्थितः तस्मान्न दोषगन्धमात्रमपि तान् स्पृशति देहादिसङ्गातात्मदर्शनाभिमानाभावात् तेषां देहादिसङ्गातात्मदर्शनाभिमानवद्विषयं तु तत्सूत्रं समासमाभ्यां विषमसमे पूजातः इति पूजाविषयत्वेन विशेषण पृच्छते हि ब्रह्मवेत् षडङ्गवेत् चतुर्वेदवेत् इति पूजादानादौ गुणविशेषसम्बन्धः कारणं ब्रह्म तु सर्वगुणदोषसम्बन्धवर्जितम् इत्यतः ब्रह्मणि ते स्थितः इति युक्तं कर्मविषयं च समासमाभ्यम् इत्यादि इदं तु सर्वकर्मसन्न्यासविषयं प्रस्तुतं सर्वकर्माणि मनसा इत्यारभ्य आध्यायपरिसमाप्ते यस्मा निर्दोषं समं ब्रह्म आत्मा तस्मा न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च प्रियं स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः न प्रहृष्येत् प्रहर्षं न कुर्य प्रियम् इष्टं प्राप्य लब्ध्वा न उद्विजेत् प्राप्य च प्रियम् अनिष्टं लब्ध्वा देहमात्रात्मदर्शिनां हि प्रिया प्रियप्राप्तिः हर्षविषादौ कुर्वते न केवलात्मदर्शिनः तस्य प्रिया प्रियप्राप्तिः असम्भवः किञ्च सर्वभूतेषु एकः समः निर्दोषः आत्मा इति स्थिर निर्विचिकित्साबुद्धिः यस्य सः स्थिरबुद्धिः असम्मूढः सम्मोहवर्जितश्च अस्य यथोक्तब्रह्ममे ब्रह्मणि स्थितः अकर्मकृत् सर्वकर्मसन्न्यासी इत्यर्थः किञ्च ब्रह्मणि स्थितः बाह्यस्पर्शेष्वसक्तात्मविन्दत्यात्मनि यत्सुखं सब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत्सुखं तत् विन्दति इत्येतत् स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते व्याप्नोति तस्मात् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेन् आत्मनि अक्षयसुखार्थी इत्यर्थः इतश्च निवर्तयेन् ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ये हि यस्मात् संस्पर्शजः विषयेन्द्रियसंस्पर्शेभ्यो जाताः भोगाः भुक्तयः दुःखयोनि एव ते अविद्याकृतत्व दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्निमित्तानि एव यथा इह लोके तथा परलोकेऽपि इति गम्यते एव शब्दः न संसारे सुखस्य गन्धमात्रमपि अस्ति इति बुद्ध्वा विषयमृगतृष्णिकायाः इन्द्रियाणि निवर्तयति न केवलं दुःखयोनि एव आद्यन्तवन्तश्च आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्वियोगे एव अतः आद्यन्तवन्तः अनित्यः मध्यक्षणभावित्वा तु इत्यर्थः कौन्तेय न तेषु भोगेषु रमते बुधः विवेकी अवगतपरमार्थतत्त्वः अत्यन्तमूढानामेव हि विषयेषु रतिः दृश्यते यथा पशुप्रवृत्तिः अयं च शैवमार्गप्रतिपक्षी कष्टतमो दोषः सर्व अनर्थप्राप्तिहेतुः दुर्निवारश्च इति तत्परिहारे यत्नाधिक्यं कर्तव्यम् इत्याह भगवान् शक्नोति हैव यः सोढुं प्राक्शरीरविमोक्षणां कामक्रोधोद्भवं वेगं सयुक्तः स सुखी नरः शक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक् पूर्वं शरीरविमोक्षणात् आमरणात् इत्यर्थः मरणसीमाकरणं जीवतो अवश्यं भाविः कामक्रोधोद्भवो भवेत्। अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् न विश्रम्भणीयः इत्यर्थः। कामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतु या गर्तिः तृष्णः स कामः। क्रोधश्च आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः सः क्रोधः। तौ कामक्रोधौ उद्भवो यस्य वेगस्य सः कामक्रोधोद्भवः वेगः। रोमाञ्चन प्रहृष्टनेत्रवदनादिलिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः। गात्रप्रकम्प प्रस्वीर सन्दष्टोष्टपुट रक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः। तं कामक्रोधोद्भवं वेगं यः उत्सहते प्रसहति सोढुं प्रसहितुं सः युक्तः योगी सुखी च इह लोके नरः। कथं भूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह भगवान्। योऽन्तः सुखोऽन्तरारामः तथान्तर्ज्योतिरेव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति। यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्तःसुखः तथा अन्तरीव आत्मनि आरामः आरमणं क्रीडा यस्य सः अन्तरारामः तथा एव अन्तः एव आत्मनि एव ज्योतिः प्रकाशो यस्य सः अन्तर्ज्योतिरेव। यः ईदृशः सः योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्येव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति। किञ्च लभन्ते ब्रह्मनिर्वाणं ऋषयक्षीणकल्मषाः छिन्नद्वैधायतात्मानः सर्वभूतहितेरताः।